नमस्सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अद्यतनविषयः अस्ति इत्संज्ञाप्रकरणम् इति. वयं गतसप्ताहे षड् इत्संज्ञाविधायकसूत्राणि, एकनिषेधकसूत्रम्, एकं निषेधकं सूत्रम्, अपि च इत्लोपविधिसूत्रम् अधीतवन्तः. पुनःस्मरणं कृत्वा अभ्यासं प्रति गच्छामः. अन्य कोऽपि आगतवन्तः वा? अस्तु, भगिनी सीमा अस्मि. आं, स्वागतं भगिनि. अस्तु, अमित्राव् महोदय, प्रथमसूत्रं किम् इति तस्य अर्थः वदति वा? आं भगिनि, प्रथमसूत्रम् उपदेशे अज् अनुनासिक् इत् इति. इत्युक्ते उपदेशे इत्युक्ते धातौ प्रत्यये आदेशे आगमे. उपदेशे अज् वर्ण यदा अनुनासिक अस्ति चेत् तस्य अच् वर्णस्य इत्संज्ञा भवेत् इति. उत्तमम्. कीदृशः अच् इत्युक्ते अनुनासिकः अच्. महोदय, महोदय, एकः प्रश्नः अस्ति. धातौ प्रत्यये तद् अवगच्छामि, परन्तु आदेशे आगमे कथं भवति? यदा वयं नुम् इति आगमः इति उक्तवन्तः किल पूर्वं, प्रथमवर्गे अहम् इति चिन्तयामि, यदा वधि इति धातुः, तत्र नुम् इति आगमः भवति इति. तत्र किं भवति इत्युक्ते मकारस्य हलन्त्यं, तत्र नकारः एव अवशिष्यते. मध्ये केचन, एकनिमिषम् अहं म्यूट् कृत्वा. अस्तु, तत्र नकारः एव अवशिष्यते, तत्तु आगमः इति. बन्द् इति भवति, वन्दते इति रूपम् अस्ति किल, तत्र आगमः. तादृशमेव आदेशः इत्यपि तत्रापि भवति. मूलरूपम् अस्ति, तत्र किमपि इत्संज्ञकवर्णः अस्ति चेत् तस्य लोपः भूत्वा एकः वर्णः, एकः वा किमपि तस्मिन् प्रसङ्गे तद् तिष्ठति. अस्तु, यदा आगच्छति अहं प्रदर्शयामि भगिनि. अस्तु, अस्तु. श्रीवल्ली भगिनी, द्वितीयसूत्रं तस्य अर्थः वदति वा? आं भगिनि, हलन्त्यम् उपदेशे अन्त्यं हल् इत्संज्ञा भवति. उत्तमम्. इत्युक्ते किम् इति अपि वदति वा स्वशब्दैः? तस्य अर्थः कः, सूत्रस्य अर्थः कः इति स्वशब्दैः वदति वा? किं हल् इत्युक्ते किं, कुत्र भवेत् हल् इति? हल् अन्त्यं, हल् अन्त्यं भवति उपदेशे. उपदेशे मीन्स् धातौ आर् प्रत्यये आर् उपदेशे, आदेशे आर् आगमे, आगमे अन्त्यं हल् इति संज्ञा भवति. तस्य निषेधकसूत्रमपि वदतु भगिनि. तस्य निषेधकसूत्रं किं? नविभक्तौ सुस्मः. तत्र किं भवति? ये सूत्र अपवादसूत्र निषेधसूत्र, तत्र उपदेशे विभक्तौ अन्त्य हलः तुस्माः न इतः उपदेशे अजन्नासिक इत् सूत्र सूत्रस्मात् उप एण्टैर् सूत्र इस् अनुवृत्ति नैन् उपदेशे सर्वत्र भवति वा न उपदेशे च इत् च द्वयोः विभक्तौ इत्युक्ते किं विभक्तौ इत्यनेन ओ सुप्रत्ययः औ तिङ्प्रत्ययः उत्तमं तुस्मः इत्युक्ते किं तुस्मः वो इतरेतरद्वन्द्वः सो तुस्मः तवर्गः सकारः मकारः च तेषाम् इतरेतरद्वन्द्वसमासः वो विभक्तौ सप्त सप्तम्यन्तं सो तुस्मः प्रथमान्तम् उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः भवति उत्तमं धन्यवादः भगिनि अन्य केनापि आगतं वा मध्ये पुष्पा भगिनि अस्तु अन्य नमस्कारः भगिनि प्रिया अस्मि स्वागतं भगिनि भगिनी अहं बहिः अस्मि भगिनी शृणोमि आम् अस्तु धन्यवादः अग्रिमं सुमित्रा भगिनी अग्रिमसूत्रं वदति वा आं भगिनि वदामि अग्रिमम् अस्ति आदिर्निटूडवः इति यथा उपदेशे आदौ वर्तमानानां नि टु डु इत्येषां वर्णानाम् इत् संज्ञा भवति इति तत्र डु टु इति वर्णसमूहः एव नि अपि वर्णसमूहः एव नि टु डु वर्णसमूहः न तु टवर्गः डु वर्गः इति न चिन्तयतु कुत्र भवति भगिनि उपदेशे आदौ उत्तमम् अनन्तरम् एक इतोपि किम् अस्ति किल धातोः इति आम् धातो इति पूर्वम् उपदेशे अजनुनासिक इत् इति सूत्रस्य पूर्वं दृष्टवन्तः भूवादयः धातवः इति तत्सूत्रात् धातोः इति धातोः इति विषयः अत्र धातोः एव उपदेशे आदयः नीटूडवः इत्यस्य इत्संज्ञा भवति अवगतं किल उत्तमं माला भगिनी अग्रिमं वदति वा कुत्र भवति इति अपि वदतु तर्हि शः प्रत्ययस्य विषये खलु अस्तु अत्र प्रत्ययेषु एव इत्संज्ञा भवति अत्र शः प्रत्ययः प्रत्ययस्य इत्युक्ते यदि प्रत्यये आदौ शकारः अस्ति तर्हि तस्य इत्संज्ञा भवति उत्तमम् तावदेव खलु तावदेव धन्यवादः भगिनि भगिनी स्वादिगणानि पठावः किं भगिनि तत् इत्संज्ञाप्रकरणम् इति 2.4 इति चिन्तयामि तद् करपत्रम् अद्य अहं प्रेषितवती किल 2.3 इत्संज्ञाप्रकरणम् अनन्तरं रघुपति आचार्यमहोदय अग्रिमसूत्रं वदति वा गीता नमस्ते चुटु प्रत्ययस्य आदौ चवर्ग तथा टवर्ग टवर्गीयवर्णः भवति चेत् तस्य इत्संज्ञा भवति. प्रत्ययस्य आदिमचुटु इतः भवति. उत्तम, धन्यवादः महोदय. गीता भगिनी. भगिनी, अहं विजया कीर्तिराजन् अस्मि अत्र. स्वागतं भगिनि. गीता भगिनी, अन्तिमं सूत्रं वदति वा? गीता लषक्षति लषक्व तद्दिते प्रत्ययस्य आदौ लकारः शकारः कवर्गीयः च वर्णः अस्ति चेत् तस्य इत् संज्ञा भवति, किन्तु तद्दितप्रत्यये न. लश्च षश्च कश्च तेषां समाहारद्वन्द्व द्वन्द्वः लशकुः न तद्दितम् अतद्दितं मै गाड् नञ्च पुरुषः भवती अवगच्छति वा सूत्रस्य अर्थः कः इति? न भगिनि. नास्ति चिन्ता भगिनि, गतसप्ताहे न आसीत् किल भवती? न आसीत्. अस्तु भगिनि, शृणोतु अद्य. विजया भगिनी वदति वा? धन्यवादः. धन्यवादः भगिनि. विजया भगिनी अस्ति वा? विजया वा? वदतु भगिनि सूत्रस्य अर्थः. लशक्व तद्धि चुटुः अनन्तरं खलु लशक्व तद्धि. प्रत्ययस्य आदौ लकारः शकारः कवर्गीयः कवर्गीयः च वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति, किन्तु तद्धितप्रत्यये न. लकारः च शकारः च कावर्गः च तेषां समाहारद्वन्द्वः लशकु न तद्धितम्. धन्यवादः. सूत्रस्य अर्थः केवलं सूत्रस्य अर्थः एव. धन्यवादः भगिनि. लशक्व तद्धिते इत्युक्ते तत्र आदौ प्रत्ययस्य आदौ लकारः शकारः कवर्गे एतत् सर्वं चवर्णः अस्ति चेत् तस्य इत्संज्ञा भवति, इत्युक्ते तत्र अदर्शनं भवति, किन्तु तद्धितप्रत्यये न. एतत् तत्स्थाने अपवादः अस्ति, अतः तत्र तद्धितप्रत्यये इत्संज्ञा न भवति. अस्तु, धन्यवादः भगिनि. राजेन्द्रमहोदय, इत् लोपविधिः वदति वा कः सूत्रम्? आम् इत् लोपविधिः अत्र एतानि सूत्राणि यथा पूर्वं जनाः उक्तवन्तः सप्तसूत्राणि तत्र आसन्, तेषु तत्र कस्यपि वर्णस्य लोपः भवति इत्संज्ञा भवति. यदा किमपि वर्णस्य इत्संज्ञा भवति तदनन्तरं तस्य लोपः भवति, तस्य लोपः सूत्र आधारीकृत्य इत्संज्ञकवर्णस्य लोपः भवति तेषां किमपि वर्णस्य इत्संज्ञा भवति. धन्यवादः महोदय, सम्यक्. तो गीता भगिनी इदानीम् अवगतवती वा? अस्तु, आम् वदतु भगिनि, प्रश्नः अस्ति वा? अहं गते कक्षा न भवति न? नास्ति चिन्ता भगिनि, तत्र अस्माकं जालपुटे ध्वनिमुद्रणानि सन्ति, तत् शृणोतु एकवारं, प्रायः स्पष्टं भवति. प्रश्नः अस्ति. इत्संज्ञा एकवारं, इत्संज्ञा प्रकरणम् इति अस्ति. इत्संज्ञा इति तत्र 2.3 यदा एतत् करपत्रमेव तत्र यदा प्रथम सूत्रं वयं पठितवन्तः उपदेशे अजनुनासिक इत् इति यत्र अनुनासिक अच्वर्णः अस्ति चेत् तस्य इत् संज्ञा इन्विसिबल् मार्कर् इति वदामः, इत् इति संज्ञा भवति तस्य. द्वितीयं सूत्रमस्ति हलन्त्यं, यदा हल् वर्णः अन्ते अस्ति चेत् तस्य इत् इति संज्ञा भवति. इत् इत्युक्ते नामकरणं, तस्य इत् इति संज्ञा भवति. हलन्त्यम् इति द्वितीयसूत्रं. तृतीयसूत्रमस्ति न विभक्तौ तुस्माः इति, यदा सवर्गीयः सकारः मकारः विभक्तौ, विभक्तौ इत्युक्ते सुप्रत्ययः तिङ् प्रत्ययः अस्ति चेत् तस्य अन्ते अस्ति चेत् तस्य इत् संज्ञा न भवति, निषेधकसूत्रमस्ति. अलङ्क्यम् इति सूत्रस्य निषेधकम्. आदिर्निटूडवः इति चतुर्थसूत्रमस्ति, तत्र नीटूडु वर्णसमूहः यूनिट् इति वदामः, नी टु डु इत्येते वर्णाः आदौ अस्ति चेत् तस्य इत् इति संज्ञा भवति. धातौ एव एतद्वर्णाः प्रायः प्राप्नोति, अतः धातोः इति तस्य अनुवृत्तिः अपि तत्र अस्ति. त्रीणि सूत्राणि प्रत्ययेषु एव भवति. शः प्रत्ययस्य इति प्रथमसूत्रं, तदपि आदौ एव भवति, यदा आदौ शः अस्ति चेत् तस्य इत् इति संज्ञा भवति. द्वितीयसूत्रमस्ति चुटु इति, चवर्गः टवर्गः, चवर्गीयवर्णः टवर्गीयवर्णः आदौ अस्ति चेत् प्रत्ययस्य आदौ तस्य इत् इति संज्ञा भवति. अनन्तरं लशक्व तदिते, लकारः शकारः कवर्गः अस्ति चेत् तस्य इत् संज्ञा भवति. तद्धितविषये अनन्तरं द्रक्ष्यामः, इदानीं चिन्ता मास्तु. इति सप्तसूत्राणि. अनन्तरं तस्य लोपः इति एकं सूत्रमस्ति, तदेव विधिसूत्रं. यदा इत् इति संज्ञा भवति, अनन्तरं तस्य लोपः इति कुर्मः चेदेव तस्य लोपः भवति. इन्विसिबल् मार्कर् इति उक्तवती किल, तस्य लोपः करणीयं, लोपकार्यं तस्य लोपः इति सूत्रमेव करोति. अस्तु, अवगतम्. उत्तमम्. अभ्यासं प्रति गच्छामः. गतसप्ताहे वयं श्ना इति पर्यन्तं कृतवन्तः. अस्तु, अमित्राव् महोदय, त इति क्त इति प्रत्ययः आदौ क इत्संज्ञक भवति. कस्मात् सूत्रात् इत्युक्ते लशकु तद्धिते सूत्रात् ककार इत्संज्ञक भवति. अनन्तरं तस्य लोपसूत्रात् तस्य लोपः भवति. त एव अवशिष्यते प्रत्ययरूपे. उत्तमं महोदय. श्रीवल्ली भगिनी अग्रिमं करोति वा? आं भगिनि अश्वन् श्वन् शकार इत्लेट् षट् प्रत्ययस्य सूत्रेण आदौ प्रत्ययस्य श इत् संज्ञा भवति तस्य लोपः सूत्रेण शकारलोपः भवति हलन्त्यम् इत् सूत्रेण ञकार इत् संज्ञा भवति तस्य लोपः भवति ओ वकार उ इति प्रत्य अवशिष्यते बट् ऊ इति अवशिष्यते उत्तमं भगिनि धन्यवादः उ इति अवशिष्यते सुमित्रा भगिनि अग्रिमं करोति वा आं भगिनि करोमि नुल् इति अस्ति अन्तिमवर्णः लकारः हलन्त्यम् इत्यनेन तस्य लोपः भवति प्रथमवर्णः नकारः चुटु इत्यनेन गच्छति अतः उ इति प्रत्ययः एव तिष्ठति उत्तमं माला भगिनी अग्रिम ख्युन् अत्र आदौ ख वर्णः अस्ति तस्य लोपः भवति लशक्वतद्धिते इति सूत्रेण अनन्तरम् अन्तिमे णकारः हलन्त्यम् इति णकारः अस्ति तस्यापि इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण तर्हि यु इति अवशिष्यते तस्य लोपः अपि कस्य लोपः ख अनन्तरं न नकारस्य लोपः तर्हि यु एव अवशिष्यते उत्तमं धन्यवादः रघुपति आचार्य महोदय अग्रिमम् शन् अत्र शकार नकारयोः इत्संज्ञा भवति शकारस्य लशको तद्धिते सूत्र आधारेण नकारः हलन्त्यम् इति सूत्राधारेण य एव अवशिष्यते तस्य लोपाधारेण य एव अवशिष्यते उत्तमं राजेन्द्रमहोदय अग्रिमम् आं भगिनि ल्युट् ल्युट् भगिनि आम् आम् अत्र अपि लकारः लशकु तदते सूत्रेण तत् लकारस्य इत्संज्ञा भवति टकारस्य हलन्त्यम् इत् सूत्रेण इत्संज्ञा भवति लकारटकारस्य लोपः भवति तस्य लोपः सूत्रेण अन्ततो गत्वा यु अवशिष्यते उत्तमं महोदय धन्यवादः पुष्पा भगिनी अग्रिमम् भगिनी अत्र तृच् इति अस्ति चकार तु चकार तु हलन्त्येन हलन्त्यम् इति सूत्रेण लोपः तस्य लोपः तकारः को न गच्छति न कोऽपि न तृ एव तिष्ठति उत्तमं कृ एव तिष्ठति अस्तु विजया भगिनी अग्रिम श्वन् एतदेव खलु भगिनि श्वन् आम् आम् हलन्त्यं तत्र नकारस्य हलन्त्य इति सूत्रेण नकारस्य लोपः भवति शकारः प्रत्ययस्य शकारप्रत्ययस्य शकारः आदौ भवति अतः लोपः भवति उ एव तत्र अवशिष्यते उत्तमं गीता भगिनी अग्रिमं प्रयत्नं करोति वा अस्तु अस्तु नास्ति तिन् इति अस्ति अस्तु भगिनी नास्ति चिन्ता अद्य शृणोतु सूत्राणि अवगन्तव्यं किल. हेमा भगिनी करोति वा? आं महोदय करोमि. इक्तिन् किल? अत्र इक्तिन् इति प्रत्यये नकारस्य इत्संज्ञा भवति हलन्त्यम् अनेन सूत्रेण, अपि च प्रथम वर्णस्य ककारस्य लोपः भवति लशक्वतदिते अनेन, द्वयोः लोपः भवति तस्य लोपः इति सूत्रेण, तर्हि ति इति अवशिष्यते. उत्तमं भगिनि, धन्यवादः. धन्यवादः. अनन्तरं अमित्राव् महोदय. तव्यत् इति प्रत्ययः अन्त्यस्य तकारः हलन्त्यम् इति सूत्रात् इत्संज्ञकः भवति. तस्य लोपसूत्रात् तस्य लोपः भवति. तव्य इति अवशिष्यते. अजित् महोदय अस्ति वा? नमस्ते भगिनि, अहम् अस्मि, परन्तु किञ्चित् समयम् अहं शृणु. अस्तु भगिनि, शानच् चकार इस् चकार इस् हलन्त्यं, सो तस्य लोपः भवति. शकार आल्सो विल् गो बिकास् आफ् वाट् इस् इट् लशक् लशक्वदिते, सो वाट् रिमैन्स् इस् आन आन एव अवशिष्यते. आन एव अवशिष्यते अवशिष्यते अवशिष्यते. उत्तमम्. अस्तु, श्रीवल्ली भगिनि अग्रिमम्. श्रीवल्ली भगिनी अस्ति वा? अस्तु, सुमित्रा भगिनी. हलन्त्यम् इति सूत्रेण रेफा इत्संज्ञका भवति, तस्य लोपः सूत्रेण इत्संज्ञा लोपः भवति. अनीय इति अवशिष्यते. अनीय इति अवशिष्यते. उत्तमं. सुमित्रा भगिनी इदानीम्. आं भगिनि, शत्रु इति अस्ति, तत्र उपदेशे अजनन न सम्यक् एव वदतु भगिनि. उपदेशे अजनुनासिक इत्यनेन चन्द्रबिम्बः गच्छति, तस्य लोपः भवति. चन्द्रबिन्दु सः कः स्वरः गच्छति? ऋ अपि अच् वर्णः खलु, अतः क्षम्यतां विस्मृतवती अपि इति. अनन्तरं शकारः अस्ति लशक्वतद्धिते इत्यनेन शकारः तस्य लोपः वर्णस्य लोपः भवति, अतः त एव तिष्ठति, त इति प्रत्ययः. शकारस्य आकारः अपि अस्ति किल? परन्तु आदौ शकारः एव अस्ति खलु, इश् योगः अ इति अपि स्वीकरणीयम्, अतः शकारः एव गच्छति, इत्युक्ते इश् एव गच्छति, न तु अ. अतः किम् अवशिष्यते? त इति प्रत्ययः अवशिष्यते. अस्तु खलु, अकारः अस्ति किल, आदौ विद्यमानशकारोत्तरवर्ती अकारः अत् इति वा, अत् इति अवगतवती वा भगिनि? चकारः, अकारः, तकारः, ऋकारः, अनुनासिकचिह्नं चन्द्रबिन्दुः अस्ति. चकारः गच्छति, अकारः अस्ति तत्र, तकारः अपि अवशिष्यते अप् इति. अस्तु भगिनि, अवगतवती किल? भगिनि अत्र श इति तत् दण्डः अपि स्वीकरणीयः खलु? अकारः अपि वा इत्युक्ते श इत्युक्ते शकारः अकारः, शकारः एव गच्छति, अकारः अवशिष्यते किल? ओ ओ अवगच्छामि. अकारः अस्ति अस्ति अस्ति खलु, आम् सत्यं. शत्रुप्रत्ययः पटक् इति भवति किल? अस्तु. उमा भगिनी आगतवती किल, वदति वा अग्रिमं? नमस्ते नमस्ते नमस्ते. निमि भवति आदौ विद्यमान नकारस्य लश् आदौ नकारः भवति चुटु इति अनेन नकारस्य लोपः भवति. अनन्तरम् अन्तिमं विद्यमान ई इति अनुनासिक वर्णः स्वरः अस्ति, तद् उपदेशे अजनुनासिक इत् इति इत्यनेन इत् संज्ञा भवति. तदनन्तरं तदेव इनि इति अवशिष्यते. तस्य लोपः इति द्वयोः इतौ अपि लोपौ भवति. किम् अवशिष्यते भगिनि? इनि इनि भवति. यदा उपदेशे अनुनासिक इत् इति कृतवती तत्र कस्य वर्णस्य लोपः भवति? तदनन्तरम् इन् एव भवति खलु, तत्र इ एव भवति भगिनि अन्तिमं. किमर्थं चेत् हलन्त्यम् इति नकारस्य अपि गच्छति, इन खलु तत्र इन इनि इकारस्य उपदेशे अजनुनासिक इति गच्छति, तदनन्तरम् इन् अवशिष्यते. तदेव खलु इन् एव अवशिष्यते. इन् एव अवशिष्यते. हलन्त्यं किमर्थं न भवति इति वदतु. हलन्त्यं तत्र इकार उत्तरवर्ति नकारः खलु, तद् तद् हलन्त्यं हल् नास्ति तत्र. नकारः तु हल् अस्ति किल, नकारः इन् इति अस्ति, तत्र नकारः हल् अस्ति, किमर्थं न गच्छति? न परन्तु एतत् विभक्ति अपि नास्ति, न गच्छति इनि एव. भगिनि इकारः अस्ति कान्ते, इकार उत्तरवर्ति नकारः खलु, तदर्थमेव वा भगिनि तत्र उपदेशे न? उपदेशे अन्ते अस्ति, तद् गच्छति, तदर्थमेव इन् भवति, परन्तु हलन्त्यं नास्ति खलु तत्र. किमर्थं तदेव नास्ति इति अहमपि स्वीकरोमि, किमर्थम् इति पृच्छामि. परन्तु नकारः तत्र हलन्त्यं नास्ति खलु, तद् इकारः अस्ति इति कारणेन अन्ते नास्ति, नकारः अन्ते नास्ति, उपदेशे अपि नास्ति किल? आम् तदेव उत्तमं, चिन्तनार्थमेव पृष्टवती. उत्तमं भगिनी, किञ्चित् वदति वा अस्मिन्? अस्तु, तत्र निनि इति अस्ति किल, तदेव स्वीकुर्मः पुनः. तत्र इकारस्य उपरि चन्द्रबिन्दुः अस्ति, तत्तु अनुनासिक अच् अस्ति, इकारः अनुनासिक अच् इकारः, तत्तु उपदेशे अजनुनासिक इति सूत्रेण तद् गच्छति, तस्य इत्संज्ञा भवति. नकारस्य तु चुटु इति सूत्रेण इत्संज्ञा भवति, अतः आदौ स्थितस्य नकारस्य चुटु इति सूत्रेण इत्संज्ञा भवति. इदानीम् इन् इति अवशिष्यते, मम प्रश्नः आसीत् किमर्थं नकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा न भवति, किमर्थं न भवति इति. किमर्थम् इत्युक्ते नकारः अन्ते नास्ति प्रथमम्. अनुनासिकचिह्नं किल, अनुनासिक इ एव अन्ते अस्ति. अनन्तरम् उपदेशे नास्ति, मूलरूपे उपदायां न उपदेशे. उपदा इत्युक्ते अन्तिमवर्णात् पूर्ववर्णम् उपदा. अहं वदामि उपदेशे मूलरूपे नास्ति किल. यदा वयम् उपदेशे अजनुनासिक इत्येवं कृत्वा इन् इति प्राप्तवन्तः, इदानीं तत्तु उपदेश अवस्थायां नास्ति. अतः इदानीं लौकिक व्यवहारः एव. अस्तु, आम्, इदानीं वयं न कर्तुं शक्नुमः. अस्तु, धन्यवादः. अस्तु, अनन्तरं माला भगिनी, भवत्याः क्रमः एव किल. आम्, क्लूखन् इति उपदेशः अस्ति. अत्र कवर्गस्य इत्संज्ञा भवति, आदौ क अस्ति तस्य इत्संज्ञा भवति, अन्ते नकारः अस्ति तस्य अपि इत्संज्ञा भवति, अनन्तरं चन्द्रबिन्दु अस्ति, अङ् इति इत्संज्ञा भवति. तर्हि लुक् अवशिष्यते वा? सूत्राणि न उक्तवती भगिनि, क्षम्यताम्. आदौ क वर्णः अस्ति तर्हि लशक्व तद्दिते इति सूत्रेण कवर्णस्य इत्संज्ञा. अनन्तरम् अन्ते नकारः अस्ति तस्य हलन्त्यम् इति सूत्रेण तस्य इत्संज्ञा भवति. अनन्तरम् अङ् इति चन्द्रबिन्दु अस्ति तत्र उपदेशे अजनुनासिक इत् इति सूत्रेण तस्य इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण त्रयः वर्णाः गच्छन्ति, केवलं लुक् इति अवशिष्यते. उत्तमं, बहु उत्तमं, धन्यवादः. इदानीं लुक् इति प्रत्ययं कुतः अपि न उपयुज्यवन्तः न लुक् इति प्रत्ययः वा? आम्, मम पार्श्वे इदानीम् उदाहरणानि न सन्ति. हेमा भगिनी, अस्ति वा किमपि लुक् इति प्रत्ययविषये? तत्तु वयं न पठितवन्तः न प्रत्ययः, सर्वेषां प्रत्ययाः वयं न पठितवन्तः, प्रायः अस्ति अस्ति दृष्ट्वा वदामि, दृष्ट्वा वदामि. अस्तु, आम्, अस्तु, इदानीं किं कुर्मः, तत्र अनुवृत्तिः इति भागम् अस्ति किल, ये अभ्यासात् पूर्वम् अनुवृत्तिः इति भागं, तद् भागं स्वीकरोतु. प्राप्तवन्तः वा? रघुपति आचार्यमहोदय पठति वा? तेषाम् अनुवृत्तिः, एतेषाम् अनुवृत्तिः क्रमः सुलभः. उपदेशे जनुनासिक इत् इत्यस्मिन् न कापि अनुवृत्तिः, सर्वं सूत्रे एव वर्तते. हलन्त्यमपि पठतु. हलन्त्यम् इत्यस्मिन् सूत्रे उपदेशे जनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः, अतः उपदेशे अन्त्यं हल् इत् इति वाक्यम्. वदतु महोदय. उपदेशे अनुनासिक उपदेशे जनुनासिक इत् अत्र कोऽपि कापि अनुवृत्तिः नास्ति, अतः तत् सूत्रं पूर्णः सूत्रः अस्ति उपदेशे अनुनासिक इत्. हलन्त्यम् इति इत्यस्मिन् सूत्रे अनुवृत्तिः अस्ति उपदेशे अनुनासिक इत्, सोरि उपदेशे अनुनासिक इत् इत्यस्मात् सूत्रात् द्वे द्वौ वर्णौ द्वौ शब्दौ अस्ति इत् उपदेशे इत् अनुवृत्तिः अस्ति, अतः पूर्णसूत्रः भवति उपदेशे अन्त्यफल् इति इति सूत्रं सूत्रस्य पूर्ण आकारः. उत्तमं, धन्यवादः महोदय. भगिनी, अत्र यदि अनुवृत्तिः भवति तर्हि नूतनवाक्यं भवति उपदेशे अन्त्यं हल् इत्, तदपि सूत्रमेव वदामः वा अथवा वाक्यम् इति वदामः वा? अनुवृत्तिसहितसूत्रम् इति वदामः. अस्तु, सूत्रं हलन्त्यमेव परन्तु अनुवृत्तिसहितसूत्रम्. भगिनि, कोऽपि बहु शब्दः आगच्छति इति. अमित्राव् महोदय म्यूट् करोति वा? अमित्राव् क्षम्यताम्. नास्ति, चिन्ता महोदय, धन्यवादः. राजेन्द्रमहोदय पठति वा? आम् आम् आं भगिनि. न विभक्तौ तु स्माः तथा भगिनि. आम् आम्. इत्यस्मिन् उपदेशे अनुनासिक इत् इत्यस्मात् उपदेशे इत् इत्यनयोः अनुवृत्तिः, हलन्त्यम् इत्यस्मात् हल् अन्त्यम् इत्यनयोः अनुवृत्तिः, अतः उपदेशे विभक्तौ अन्त्यः हलः तु स्मः न इतः इति वाक्यम्. अस्मिन् सूत्रे अनुवृत्तिसूत्रं भवति उपदेशे विभक्तौ अन्त्यः हलः तु स्मः न इतः इतः. अत्र प्रथमसूत्रं यथा उपदेश अजुनुनासिक इति सूत्रात् उपदेश उपदेशे अपि च इत् अनुवृत्तिः भवति, अपि च तत्र द्वितीयसूत्रं हलन्त्यं यथा आसीत् तथा तथा हल् अपि च अन्त्यं तस्य अनुवृत्तिः भवति, अनुवृत्तिसूत्रं भवति उपदेशे विभक्तौ अन्त्या हलः तस्मा न इत्. यथा उपदेश अवस्थायां विभक्ति यथा भवति सुप् अथवा तिङ् विभक्ति यथा भवति, तत्र अन्ते हलः अस्ति या हलः तु अपि च सकारः अपि च मकारः भवेत् तस्य इत् संज्ञा न भवति. उत्तमं महोदय. पुष्पा भगिनी, अहं सिद्धः अस्मि. ओ अस्तु, पठति वा महोदय आतीर्निटूडवः इति. आदिर् नीटूडव उपदेशस्य आदौ यदा कुत्र अस्ति इत्युक्ते अनुवृत्तिः इति भागम् अस्ति किल महोदय, तत्र अस्ति अभ्यासात् पूर्वम्. अस्तु भगिनि, अन्य कोऽपि पठतु. नास्ति चिन्ता. भगिनि, एकः प्रश्नः अस्ति भगिनि. आम् आम्, पुनः एकवारं वदतु मां लास्ट् सेण्टेन्स्, अन्तिमं वाक्यम् उपदेश. एक्स्प्लेन् प्लीस्. नास्ति चिन्ता. तत्र न विभक्तौ तिस्तुस्मः इति निषेधकसूत्रम् अपवादसूत्रम् इति वदामः, यत्र कार्यं हलन्त्यम् इति सूत्रे सूत्रं वदति यदा अन्ते हल् वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति इति. न विभक्तौ तुस्मः न भवति इति वदति. तत्र कुत्र न भवति? तु तवर्गः सकारः मकारः अन्ते अस्ति चेत् तस्य न इतः इत्संज्ञा न भवति. उपदेशे विभक्तौ, विभक्तौ इत्युक्ते अस्मिन् सन्दर्भे विभक्तौ इत्युक्ते व्याकरणशास्त्रे विभक्तौ इत्युक्ते सुप्रत्ययः तिङ् प्रत्ययः द्वौ अपि अस्तु. तस्य अन्त्यः हल् हलः अस्ति, तत् तु इत्युक्ते तवर्गः सकारः मकारः वा अस्ति चेत् तस्य इतः न भवति इति सूत्रस्य अर्थः. तत्र वयं देवशब्दः इति स्वीकुर्मः चेत् तत्र द्वितीया विभक्ति एकवचनं देवयोगः अम् इति प्रत्ययः सुप्रत्ययः अम्, तत्र मकारः अन्ते अस्ति. तस्य न विभक्तौ तुस्मः इति सूत्रेण इत्संज्ञा न भवति, अतः एव देवम् इति रूपं भवति. यदा भवति चेत् देवम् इति रूपं वयं न प्राप्तुं शक्नुमः किल, अतः तद् न भवति, देवम् इति रूपम्. तत्र एव तस्य प्रयोजनं भवति. न विभक्तौ तुस्मः तवर्गः सकारः मकारः न भवति, तस्य न भवति, अन्यवर्णस्य भवति हलन्त्यम् इति सूत्रेण. धन्यवादः. भगिनि एकनिमिषः, क्लुकन् इति पृष्टवती किल, तत्र क्लुकन् इति प्रत्ययः विशिष्टप्रत्ययः अस्ति यत्र केवलं भी धातोः कृते एव तत् भवति. वयं न पठितवन्तः परन्तु तत्र तस्य तदर्थं भिन्नसूत्रमस्ति येन कारणेन केवलं भी इति धातोः सह धातुना सह युज्यते, अतः न भी भयं भयमस्ति किल भीतिः लुक् इति वा लुक् इति योजयते तर्हि भीलुक् इति आगच्छति इति तत् परन्तु विशिष्टसूत्रमपि अस्ति तद् अस्माकं कृते इदानीं मास्तु मास्तु धन्यवादः भगिनि. पठतु भगिनि. इत्यस्मिन् उपदेशे अजननासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत्संज्ञयोः अनुवृत्तिः भूवादयो धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः वचन परिणामं विभक्तिपरिणामं च कृत्वा अतः उपदेशे धातोः आदयः निटुडवः इतः इति वाक्यम्. अत्र उपरि दत्तम् उपदेशे धातोः आदयः निटुडवः इतः तत्र इकारः टवर्गः डवर्गः इति त्रिषु वर्ण टवर्गः डवर्गः नास्ति किल भगिनि? इत्युक्ते किं अथवा ड टु इति वर्णसमूहः वर्णसमूहः टु इति टवर्गः नास्ति. टु डु इति वर्ण नी टु डु ते वर्ण एव न इति एव ते वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति. नी टु डु अनुवृत्तिः कुतः आगच्छति भगिनि उपदेशे धातोः आदयः अस्ति चेत् ते सर्वे आदयः अस्ति अस्ति चेत् अस्तु तत्र वचनपरिणामं विभक्तिपरिणामं द्वौ अपि भवति धातवः वदतु भगिनि द्वे अपि वचनपरिणामं प्रत्ययपरिणामं द्वे अपि न वचनपरिणामं विभक्तिपरिणामं द्वे अपि अनुवृत्तिः भवति तत्तु एकं अत्र उदाहरणं अत्र अस्ति एतदस्ति तत्र इत् इति पदम् उपदेशे धनुनासिक इत् इति सूत्रे इत् इति पदं तत्तु एकवचने अस्ति प्रथमाविभक्ति एकवचने यदा वयम् अनुवृत्तिसहितसूत्रं पश्यामः उपदेशे धातोः आदयः नीटूडवः इतः इतः इति वचनपरिणामं तत्र भवति बहुवचने अस्ति अनन्तरं तत् प्रथमं भुवादयो धातवः इति सूत्रे धातवः इति पदम् अनुवृत्तिरूपेण अत्र आगच्छति धातोः इति षष्ट्यन्तपदं धातोः आदयः इति तत्र विभक्तिपरिणामं भवति स्पष्टं वा एकवारं वदतु अन्तिमवाक्यं भुवादयो धातवः इति सूत्रे धातवः इति पदम् अत्र अनुवृत्तिरूपेण आगच्छति अस्मिन् सूत्रे तद् इदानीं धातोः इति तस्य विभक्तिपरिणामं भवति धातोः आदयः इति तस्य विभक्तिपरिणामं भवति वचनं विभक्ति च भुवादयः दातवः भुवादि दातवः विभक्ति न न न दातवः इत्येव प्रथमाविभक्ति एव अस्ति दातवः भगिनि अत्र आदिनिटुडौ अत्र वर्णसमूहः ईकारः अपि अत्र अत्र निमिदाम् इति अस्ति न तत् तत्तु मि इति तिष्ठति भवामि अस्तु भगिनि अहं पश्यामि आम् आं वदतु महोदय पठामि वा आम् आम् अस्तु शः प्रत्ययस्य इत्यस्मिन् आदिर्निटुडवः इत्यस्मात् आदिः उपदेशे जनुनासिक इत् इत्यस्मात् उपदेशे इत् अतः उपदेशे प्रत्ययस्य आदिः शः इत् इति वाक्यम् इदानीं शः प्रत्ययस्य इति सूत्रं सूत्रस्य विवरणमस्ति तत्र अनुवृत्तिसहितसूत्र अनुवृत्ति तत्र अर्थमस्ति उपदेशे प्रत्ययस्य आदिः शः इति शः अस्ति चेत् शः इत् भवति इति परन्तु तत्र अनुवृत्तिसहितसूत्रमिति न वदति खलु भगिनि अतः इति दत्तमस्ति किल अतः उपदेशे बोल्ड् मध्ये अस्ति किल तदेव अनुवृत्तिसहितसूत्रम् अस्तु उपदेशे आदिः शः इत् तत्र उपदेशे आदिः इति अनुवृत्तिरूपेण अनुवृत्तिः उपदेशे प्रत्ययस्य आदिः शः इति अनुवृत्तिसहितसूत्रम् अग्रिममपि पठतु महोदय अनन्तरं चुटु इत्यस्मिन् शः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिर् निटुटवः इत्यस्मात् आदिः उपदेशे जनुनासिक इत्यस्मात् उपदेशे इत् अतः उपदेशे प्रत्ययस्य आदिः चुडु इतौ इति वाक्यम् अनन्तरं चुडु इति सूत्रमस्ति तत्र अनुवृत्तिसहितसूत्रमस्ति उपदेशे प्रत्ययस्य आदिः चुडु इतौ इति तत्र प्रत्ययस्य कुतः आगच्छति चेत् शः प्रत्ययस्य सूत्रात् प्रत्ययस्य इति आगमिष्यति आदिः आदिर्ञुटुडवः इत्यस्मात् आदिः आगच्छति अनन्तरम् उपदेशे जनुनासिक इत् इत्यस्मात् उपदेशे आयाति अतः उपदेशे प्रत्ययस्य आदिः चुटु इतौ इति वाक्यम् अर्थमस्ति चकार चवर्गः टवर्गः प्रत्ययस्य आदिः अस्ति चेत् तद् इत्संज्ञा भवति इति आमां धन्यवादः महोदय उमा भगिनी पठति वा लशक्वद्धते इत्यस्मिन् पुनः शः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिर् निचुढवः इत्यस्मात् आदिः उपदेशे जनुनासिक इत् इत्यस्मात् उपदेशे इत् अतः उपदेशे प्रत्ययस्य आदिः ल श कु अथद्धिते इत् इति वाक्यम् अत्र शः प्रत्ययस्य इति सूत्रात् प्रत्ययस्य इति पदस्य अनुवृत्तिः भवति आदिर्निटुडवः इत्यस्मात् आदिः इति पदस्य अनुवृत्तिः भवति उपदेशे अजनुनासिक इति इत्यस्मात् उपदेशे इत्यस्य उपदेशे अनन्तरम् इत् च किं भवति अनुवृत्तिः अनुवृत्तिसूत्र पदेषु अनुवृत्तिसूत्रे आगच्छति तदनन्तरं सम्पूर्णसूत्रमस्ति अतः किं भवति उपदेशे प्रत्ययस्य आदिः लशक्वद्धते इत् इति वाक्यं भवति अत्र लशक्वद्धते इत्युक्ते लकारः शकारः कवर्गः इति भवति अत् किं साधारण अर्थः एवमस्ति यथा प्रत्ययः अस्ति प्रत्ययस्य प्रत्ययस्य आदि आदौ लकारः भवेत् अथवा शकारः भवेत् अथवा कवर्गः भवेत् चेत् भवति चेत् तेषाम् इतिसंज्ञा भवति इतिसंज्ञा इति कारणेन तस्य कार्यं तस्य लोपः इति अपि भवितुमर्हति इति उत्तमम् बहु उत्तमम् अत्र एकः प्रश्नः आगतः गतसप्ताहे अमित्राव् महोदयः भवतः प्रश्नः आसीत् किल अत्र आदिः इति पदस्य विसर्गः किमर्थं नास्ति इति सूत्रे आदिः अस्ति खलु भगिनि आदिर् इदानीं लशक्वतद्धिते इति सूत्रे आदिः इति आम् तत्र इदानीं विसर्गः इति स्वीकरोतु मुद्रणदोषः इति यदा वयम् अग्रे परिशीलयामः समाहारद्वन्द्वः यत्र कुत्रापि आगच्छति वयं पुनः एतदागत्य परिशीलयामः अस्तु वा महोदय अस्तु भगिनि धन्यवादः यत्र कुत्रापि अहं दृष्टवती तत्र आदिः इत्येव पदमस्ति अतः इदानीं वयम् आदिः इति स्वीकुर्मः अस्तु अस्तु धन्यवादः विजया भगिनी पठति वा तस्य लोपः इति पठामि भगिनि तस्य लोपः इत्यस्मिन् उपदेशे अनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः, अतः तस्य इतः लोपः इति वाक्यं. तस्य लोपः इत्युक्ते उपदेशे अज अनुनासिक इत् इति पदेन अनुवृत्तिः अस्ति तत्र. कस्य लोपः इति प्रश्नः अस्ति तत्र. इत् इत्यस्य अनुवृत्तिः अतः तस्य लोपः भवति. तस्य इत्युक्ते तत्र षष्ठिविभक्तिः एकवचनम्, इतः अपि षष्ठिविभक्तिः एकवचनं, लोपः प्रथमविभक्तिः एकवचनं. लोपः एव एतदेव खलु तत्र भगिनि. आम् आम् आम् आम् तदेव उत्तमं भगिनि. अन्तिमवाक्यमपि पठतु भगिनि. देयं यत्, देयं यत् सिद्धान्तकौमुद्याः इतिसंज्ञा सम्बुद्धसूत्राणां सूत्रसङ्ख्योः क्रमेण सूत्रसङ्ख्योः संख्यायाः सम्बन्ध सम्बन्धः तत्र सम्बद्ध सम्बद्ध सम्बद्धसूत्राणां बद्ध बद्ध तत्र बध्नाति सम्बद्धसूत्राणां सूत्रसङ्ख्याः क्रमेण न वर्तन्ते. क्रमेण न वर्तन्ते इति संज्ञा तत्र. पठनेन अनुवृत्तिः न स्फुटा, अतः सूत्रातः न अवगम्यते. एतत् भवत्याः एव वद. किमपि नास्ति. सिद्धान्तकौमुदी इति ग्रन्थं वयं स्वीकृत्य पश्यामः चेत् तत्र एकस्मिन् स्थले इत्संज्ञासम्बन्धसूत्राणि नास्ति. क्रमेण न वर्धन्ते इति अस्ति, तस्य वर्धनं न भवति तत्र. प्रथम प्रकरणे, द्वितीयप्रकरणे इति यत्र कुत्रापि भवति, एकस्मिन् स्थले नास्ति इति तत्र दत्तमस्ति. अनुवृत्तिः यदा वयं संज्ञाप्रकरणं न स्फुटतया वयं न अवगन्तुं शक्नुमः, यत्र कुत्रापि अस्ति चेत् वयं न अवगन्तुं शक्नुमः इत्येव दत्तमस्ति. अष्टाध्याय्याम् इत्संज्ञाप्रकरणम् इति एकस्मिन् स्थले अस्ति, अतः वयं तत्र अनुवृत्तिसहितसूत्रं वयं स्पष्टतया वयम् अवगन्तुं शक्नुमः तत्र. एतदेव आगच्छति स्पष्टं नास्ति, न स्पष्टं नास्ति. स्फुटतया केन कारणेन जटिलं तत्तु एक एव वदनेन स्फुटा नास्ति इति न न न तत्र सिद्धान्तकौमुद्यां तस्य प्रकरण तस्य प्रक्रिया भिन्ना अस्ति. अतः तत्र किञ्चित् जाटिल्यम् अस्ति इति महोदयेन अत्र दत्तमस्ति. तद् भिन्नप्रकारेण तद् ग्रन्थं निर्मितं भिन्नक्रमेण खलु भगिनि, तदेव भिन्नक्रमेण भिन्नप्रकारेण निर्मितम्. ओ तद् अतः अष्टाध्यायीसूत्रमेव परन्तु भिन्नप्रकारेण. अस्तु, इदानीम् अनुबन्धवर्णः वर्णाः किमर्थम् इति भागः स्वीकरोतु. अभ्यासात् अनन्तरमस्ति तत् पठामः. अस्तु, अहमेव पठामि भगिनि. अस्तु पठतु भगिनि. अनुबन्धवर्णाः किमर्थं? प्रथम अनुबन्धैः विभिन्नकार्याणि सिद्ध्यन्ति. विभिन्न इत्युक्ते परिवर्तनमस्ति तत्र. द्वितीये यत्र प्रत्ययाः समानाः दृश्यन्ते अनुबन्धैः ते विभज्यन्ते. यथा भुआदिगणे शप् तुदादिगणे शकारः उभयत्र आविकर्णप्रति आ इत्येव अवशिष्यते अनुबन्धनिष्कासनान्तरम् अनुबन्धवर्णैः एव प्रत्यये भेदः ज्ञायते तदेव बहुत्रे अनुबन्धः इत्युक्ते किं भगिनि प्रथमम् अनुबन्धः इत्युक्ते किम् इति वदतु प्रथमद्वितीयबिन्दु परिशीलयतु अनुबन्धः इत्युक्ते एकसूत्रेण अन्यसूत्रैः सहायं कृत्वा कार्यं करोति तत्र इत्संज्ञा एव अनुबन्ध इत्संज्ञा एव अनुबन्धः तस्य अन्यनाम अस्ति इत्संज्ञा इति व्याकरणशास्त्रे तस्य नाम लौकिकलोके अनुबन्धः इति वदामः अन्यनाम बन्धनं करोति अनुबन्धः इति अवगतं किल भिन्नकार्याणि विभिन्नकार्याणि यदा वयम् इत्संज्ञा इति कुर्मः चेत् तस्य कार्यमस्ति किल प्रयोजनं किमपि अस्ति अतः एव वयम् इत्संज्ञा इति कुर्मः अहं न इच्छामि इति तस्य वर्णस्य निष्कासनं न कुर्मः तस्य कार्यमस्ति किमपि कार्यं महत्त्वम् अस्ति तस्य वर्णस्य अतः तदेव विभिन्नकार्याणि सिद्ध्यन्ति अनुबन्धैः तृतीयविभक्त्याम् अस्ति किल द्वितीयं वदतु यत्र प्रत्ययाः समानाः दृश्यन्ते अनुबन्धैः ते विभज्यन्ते भिद्यन्ते भिद्यन्ते इत्युक्ते तत्र भिन्नभिन्नं कार्यम् अस्ति वा उदाहरणं वदतु उदाहरणम् अत्र एव अस्ति किल भुआदिगणे भुआदिगणे शप् शप् अस्ति तुदादिगणे शकारः अस्ति एतत् विक्रयणप्रत्ययम् आ एव तत्र अवशिष्यते अनुबन्धनिष्कासन अनन्तरम् इत्संज्ञा गतः तत्र अनन्तरम् अकारः एव विकर्णप्रत्ययः इति अवशिष्यते अनुबन्धवर्णैः एव प्रत्ययभेदः ज्ञायते उदाहरणार्थं पठति इत्युक्ते तत्र पाठयति इति आगच्छति तदेव खलु उदाहरणं न न न न भगिनि तत्र यदा भुआदिगणे शप् इति विकरणप्रत्ययः अस्ति सुदादिगणे श इति विकरणप्रत्ययः अस्ति भुआदिगणे शप् इत्यस्य शकारस्य लो इत्संज्ञा कारस्य इत्संज्ञा अ एव अवशिष्यते तुदादिगणे अपि अ एव अवशिष्यते तदा भिन्नता कथं वयं ज्ञातुं शक्नुमः अ एव अवशिष्यते किल अतः अनुबन्धवर्णैः तस्य किमपि प्रयोजनम् अस्ति अनुबन्धवर्णैः एव प्रत्ययभेदः ज्ञायते अनुबन्धवर्णैः इत्युक्ते यदा शप् इति अस्ति श इति अस्ति तदेव वयं ज्ञातुं शक्नुमः शकारस्य इत्संज्ञा पकारस्य इत्संज्ञा तद् द्वादिगणे अस्ति तस्य किमपि कार्यमस्ति सुदादिगणे पकारः इति नास्ति शकारः एव अस्ति तस्य किमपि कार्यमस्ति इति भिद्यते तस्य गणद्वयोः भेदः भेदः अस्ति इत्येव उत्तमम् अमित्रा महोदय अग्रिमं पठति भगिनि अत्र शप् इति प्रत्यये एवं भिन्नता अस्ति शकारः गुणं प्रति प्रेरयति अनन्तरं पकारः गुणस्य बाधा न भवति इति एव खलु आम् आं तदागच्छति भगिनि अग्रिमम् अस्ति इति चिन्तयामि अमित्रा महोदय तृतीयं तृतीयबिन्दुः प्रत्ययस्य नामकरणम् अनुबन्धानुगुणं भवति णकारः अनुबन्धः चेत् यथा णिच् प्रत्ययः तर्हि संक्षेपे प्रत्ययस्य नाम णित् णकारः यस्य सः णित् इति बहुव्रीहि समासः ककारः अनुबन्ध चेत् यथा क्त क्तवतु त्वा तर्हि संक्षेपे प्रत्ययस्य नाम कित् ककारः इत् यस्य सः कित् इत्यादिकम् अनुबन्ध दृष्ट्वा प्रत्ययस्य नामकरणं भवति यथा नकार अनुबन्ध अस्ति चेत् उदाहरणार्थे णिच् प्रत्यय णकार अनुबन्ध अस्ति तस्य णित् नामकरणं भवति णित् इत्युक्ते णकार इत् यस्य सः तदेव ककार अनुबन्ध अस्ति चेत् कित् इति नामकरणम् इति अग्रिमपरिच्छेदमपि पठतु महोदय. प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव. अनुबन्धाः अपगच्छन्ति परन्तु तैः सङ्केतः दीयते कार्यार्थं यथा शप् इति विकरणप्रत्ययः तस्य शकारस्य इत्संज्ञा पकारस्य च इत्संज्ञा अनुबन्धलोपानन्तरम् अ इत्येव अवशिष्यते. शकारपकारयोः इत्संज्ञा इत्यनेन धातोः स्वरपरिवर्तनं भवति. भू योग शप् योग ति तस्मात् अनुबन्धलोपे भू योग अ योग ति तस्मात् शप् प्रत्ययस्य कारणेन उकारः ओकारः भवति इत्युक्ते गुणः. तस्मात् भो योगे अ योगे ति तस्मात् सन्धिः. तस्मात् भव योग ति तस्मात् भवति इति अन्तिमरूपं देते. अनुबन्ध इत्संज्ञकाः न तिष्ठति तर्हि तस्य किं प्रयोजनम् इत्युक्ते कोऽपि कार्य अस्ति यथा धातोः प्रत्यययोजित्वा तद् धातोस्य परिवर्तनं स्वरपरिवर्तनं भवति गुण भवति अथवा सन्धि भवति. भूधातोः उदाहरणं दत्तं शप् इति प्रत्ययलोप अनुबन्धलोपे भू अति इति भवति. शप् प्रत्ययस्य कारणेन उकार ओकार भवति गुण भवति. शप् प्रत्ययः अस्ति इत्यस्मात् कारणात् भूधातोः गुण भवति भो अति. अनन्तरं सन्धि कृत्वा भव इति भवति. तस्मात् भवति इति अन्तिमरूपः भवति इत्युक्ते शप् प्रत्ययः अस्ति इति कारणेन गुण प्रवर्तते गुणकार्यं गुणकार्यं शप् प्रेरयति शकारः प्रेरयति. शप् इति कारणेन गुणः वा अथवा श इति कारणेन गुणः अनन्तरं चकार पकारयोः कारणेन गुणः शकारः पकारः द्वयमपि शकारः प्रेरयति पकारः न बाधते गुणस्य बाधा न करोति अतः द्वौ अपि आवश्यकं गुणस्य कृते परन्तु एतदेव श इति यत्र अस्ति तत्र गुणस्य लोपः भवति गुणः न भवति गुणः न भवति प्रेरणा अस्ति चेत् अपि तत्र गुणः न भवति आम् आम् प्रेरणा अस्ति परन्तु गुणः न भवति उत्तमं तदेव अस्तु अन्य एकः सन्देहः भगिनि पूर्वस्मिन् एतत् बिन्दुः अस्ति खलु प्रत्ययस्य नामकरणम् अनुबन्ध तत्र प्रत्ययस्य नामकरणम् अनुबन्ध अनुगुणं भवति इति अस्तु परन्तु नकारस्य नाम एव निश्चयति इत् इत् संज्ञायाः नाम एव निश्चिकिति पित् भवति खलु भगिनि निश्चिति प्रत्ययः तत्र किम् अनुबन्धः इत्युक्ते नकारः इत् संज्ञा भवति किल अतः तस्य नाम नित् नित् अनुबन्धस्य नाम अथवा इतः नाम नित् इति भवति खलु यस्य इत् संज्ञा भवति तस्य नाम ओ तस्य नैव प्रत्ययस्य नाम एव नित् इति भवति न न अनुबन्ध अनुगुणं भवति प्रत्ययस्य नाम निच् इति प्रत्ययस्य मित् इति नामकरणं नामकरणं किमर्थम् इत्युक्ते अतः अनुबन्ध अनुगुणं भवति तस्य कार्यमपि अस्ति किमर्थं नित् भवति किमर्थं कित् भवति इत्युक्ते तस्य इति कार्यमपि अस्ति आम् आम् वयं द्रक्ष्यामः तदपि किं भगिनि नित्वा निच् इति प्रत्ययः अस्ति तत्र नकारः आदौ स्थितस्य नकारस्य इत् संज्ञा भवति अतः तस्य नाम अस्ति नित् नित् इति नाम भगिनि अत्र निच् प्रत्यये चकारस्यपि इत् संज्ञा भवति तदर्थं किमर्थं चित् अपि न भवति चित् न न न इति नास्ति यस्य कार्यमस्ति तदेव वयम् अत्र प्रदर्शितवन्तः नित् इत्यस्य कार्यमस्ति किमपि अतः नित् इति प्रदर्शितवन्तः चित् इत्यस्य कार्यमस्ति चेत् तदपि तदपि प्रदर्शितवन्तः प्रायः इदानीं नास्ति इदानीं तस्य कार्यं किमपि नास्ति भगिनी अत्र दृश्यते आदौ विद्यमान इति एव वा इति मम एकः सन्देहः अस्ति भगिनि एवमस्ति वा आदौ विद्यमान ककारस्य एव चित् भवति वा आम् आम् न न न तादृशं नास्ति कित् कुत्रापि भवितुम् अर्हति इदानीं यत्र यत्र कुत्रापि अत्र कित् आदौ आदौ हलन्त्यम् इति सूत्रेण अन्ते अस्ति चेत् तदपि भवितुम् अर्हति किल ककारस्य संज्ञा तदपि कित् एव तदपि कित् ओ एवं अत्र अस्मिन् उदाहरणे कित् आदौ अस्ति वदतु भगिनि भगिनि एकः प्रश्नः अस्ति अभ्यासे प्रथमधातुः भवति न डुडु वट् इस् इट् डुपजश् इन् दट् वन् द डु इस् आदिर् निडुडव निडुडवः इत्यनेन इत् संज्ञा बट् नी अण्ड् देन् इट्स् टु टा वर्ग आर् इट्स् ओन्लि टु टु टु वर्णसमूहः यूनिट् टु डु डु अपि अस्ति तत्र सन्धि भूत्वा डवः गुरुः गुरु गुरवः इति बहुवचने सन्धि नास्ति इति एकवचने गुरुः गुरु गुरवः इति बहुवचने नीटु डवः सो देर् आर् त्री लेटर्स् नी टु डु आम् आम् इक्त इक्तवतु इक्त्वा एतत् समूहः एव कित् कित् इति वदामः वा? आम्, चित् एतदेव इति न, इत्त तव तु त्वा इत्यस्मिन् ककारस्य इत्संज्ञा भवति, अतः चित् इति वदामः. अन्यापि चित् प्रत्ययाः सन्ति, परन्तु अस्मिन् उदाहरणे चित् एतदेव. ककारः आगच्छति, अतः चित् इति. ककारः, ककारः प्रथम अस्ति किल, इक्त ककारः अस्ति किल, तस्य इत्संज्ञा भवति किल, अतः चित्. तव तु इत्यस्मिन् अपि ककारस्य इत्संज्ञा भवति, तव तव तु इत्येव अवशिष्यते, तव तु इत्यपि न, तव तवत् पठितवत् इति रूपं किल, पठित्वा पठितः इति रूपम्. अतः यस्य कार्यमस्ति तदेव तस्य नामकरणमेव कृतवन्तः. शकारपकारयोः शप् इति वयं दृष्टवन्तः, तत्र षित् शकारः इत् षित्, पकारः इत् पित्, तत्र कार्यद्वयमस्ति, अतः षित् पित् इति नामकरणद्वयमस्ति तत्र. स्पष्टं वा? स्पष्टं भगिनि. आम्, उत्तमं. श्रीवल्ली भगिनी अग्रिमं पठति वा? आं भगिनि. तर्हि तत्र आगच्छति खलु भगिनि, निच् प्रत्ययः एतत् विषये एव पठति पाठयति इति आगच्छति उदाहरणार्थम्. आम्, निच् इति प्रत्ययः पाठयति. आम्, पठतु भगिनि. तर्हि क्रियापदविषये मूलधातुः कः, अपि च अनुबन्धानां निष्कासानन्तरं किम् अवशिष्यते इति प्रथमम् अवगन्तव्यम्. परं तस्मात् धातोः विहितः यः प्रत्ययः अस्ति तस्मिन्नपि अनुबन्धाः के, किञ्च अवशिष्यते, तदा एव अग्रे धातुप्रत्ययोः मेलनेन क्रियापदं निर्मातुं शक्नुयाम. सुबन्तपदविषये नामपदविषये अपि ततः प्रथमं कार्यम् अस्ति प्रकृतिप्रत्ययोः अनुबन्धलोपः, तदा एव पदनिर्माणम्. अत्र पदनिर्माणं वदतु, मूलस्वरूपे, धातोः मूलस्वरूपे किम् अवशिष्यते इति प्रथमम् अवगन्तव्यम्. परन्तु प्रत्ययोः अपि किम् अवशिष्यते अवगन्तव्यम्. सो तदा एव धातुप्रत्ययोः मेलनेन क्रियापदं निर्मातुं शक्नुयाम. ओ क्रियापदे विषये अपि, सुबन्तपदविषये अपि ततः प्रथमं कार्यम् अस्ति, ओ कार्यं मूल धातुः किम् अवशिष्यते, प्रत्ययविषये किम् अवशिष्यते अवगन्तव्यम्. तदा एव पदनिर्माणं वि केन् डु कुर्मः. उदाहरणं अन्य कोऽपि? धन्यवादः भगिनि. सुमित्रा भगिनी अस्ति वा? भगिनि किञ्चित् विवरणं ददाति वा? आमाम्, उदाहरणं पठित्वा अहं ददामि भगिनि. न न, उदाहरणं न, अस्य विवरणं ददातु कृपया, अहं न अवगतवती. आं, तदेव तद्विवरणम् उदाहरणात् अनन्तरम् अहं ददामि, सम्यक् अवगन्तुं शक्नोति. सुमित्रा भगिनी पठति वा उदाहरणं? नास्ति वा? ओ अस्तु, वदामि भवती. आम्, कः का? समतम् उमास्मि. उमा, आं पठतु भगिनि. वृत्तान्ते वृत्तान्ते डुपजञ्च् पाके इति मूलस्वरूपं, पचति इति क्रियापदं, तत्र सामान्यतया धातुः पच् इति वदामः. परन्तु मूलतया डुबछश् इति उपदेशे स्वरूपं वर्तते. तत्र केचन अनुबन्धाः सन्ति, आरम्भे धु, अन्ते शकारः, अपि च चकारोत्तरवर्ति अङ्कारः. चकारात् उत्तरं वर्तते इति चकारोत्तरवर्ति. वर्ति इत्यस्य प्रातिपदिकं वर्तिन् वृत् धातोः. त्रयाणाम् अपि अनुबन्धानाम् इति संज्ञा भवति, परं लोपः भवति, पच् इति एव अवशिष्यते. ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयं. यथा तव्यत् तत्र तकारस्य इति संज्ञा लोपः, इति संज्ञा लोपः च तव्य इति अवशिष्यते. तर्हि पच् योगः तव्य इति स्थितिः. एतादृश्यां स्थित्याम् इदानीं कार्यस्य आरम्भः भवति, येन पक्तव्यम् इति रूपं निष्पद्येत. विवरणं ददामि वा भगिनि? आम् आम् आम्. मूलधातुः किम् इति प्रथमं द्रष्टव्यं. तत्र अनुबन्धसहित उपदेशे यत् दत्तं तत्र कार्यम् इति संज्ञा कार्यं सर्वं कृत्वा किं भवति, अवशिष्यं किं भवति. उदाहरणार्थं डुपचष् इति स्वीकुर्मः चेत् तत् उपदेशे तु डुपचष् इति दत्तमस्ति पाणिनिना. परन्तु आदिर्निठुडवः इति अनेन डकारस्य लोपः, तदनन्तरं अङ्कारस्य लोपः किमर्थम् उपदेशे अजनुनासिक सन्ति इति अनेन, तदनन्तरं शकारस्य शः प्रत्ययस्य इति लोपेन भवति. परन्तु हलन्त्यम् इति भवति, पच् खलु धातु, धातु इति कारणेन हलन्त्यम् इति भवति. पच् इति अवशिष्यते इति प्रथमं तत् कार्यं करणीयं. तदनन्तरं प्रत्यययोजनं यथा कुर्मः तदा प्रत्ययस्य अपि लोपकार्यं कृत्वा, अनुबन्धलोपकार्यं कृत्वा किम् अवशिष्यते इति द्रष्टव्यं. योगं कृत्वा तदेव पदनिर्माणं भवति. अत्र पच् इति अवशिष्यते, तदनन्तरं तव्यत् इति स्वीकुर्मः चेत् तत्र तव्य इति अवशिष्यते. तेषां योजनेन पक्तव्यम् इति, तदनन्तरं सन्धिकार्यं सर्वं पक्तव्यम् इति भवति. उत्तमम् इति पदनिर्माणम् माला भगिनी अवगच्छति वा? आम् आम् अस्तु. प्रथमं मूलधातुः तस्य अनुबन्धनिष्कासानन्तरं किमपि अवशिष्यते, अनन्तरं प्रत्ययः तस्यापि अनुबन्धलोपकार्यं करणीयम्, अनन्तरं द्वयोः मेलनम्, अनन्तरमेव पदस्य निर्माणम्. प्रथमम् अनुबन्धकार्यं प्रत्ययः वा धातुः वा सुबन्धपदं वा किमपि आदेशः वा आगमः वा तस्य लोपकार्यं प्रथमम्, इत्संज्ञाकार्यं प्रथमम्, अनन्तरमेव अन्यकार्याणि. अस्तु, भवती एव पठतु भगिनि अग्रिमम्. अस्तु. एवमेव ध्येयं केचन धातवः प्रत्ययाः चापि तादृशाः सन्ति येषु अनुबन्धाः न भवन्ति, यथा भूधातुः भूसत्तायां तत्र कोऽपि अनुबन्धः नास्ति. प्रत्ययेषु यथा अ इति प्रत्ययः तत्र अनुबन्धः नास्ति. अन्यानि उदाहरणानि प्रत्ययस्य न च ञ च अनुबन्धः चेत् धातोः अन्तिमस्वरस्य वृद्धिः प्रत्ययस्य क च ङ च अनुबन्धः चेत् धातोः कस्यापि स्वरस्य गुणः वृद्धिः च न भवति. न ञ क ङ इत्येतान् अनुबन्धान् विहाय प्रत्ययस्य अन्यः कोऽपि अनुबन्धः चेत् धातोः अन्तिमस्वरस्य गुणः. एतादृशानि महत्त्वपूर्वकार्याणि अनुबन्धैः सिद्ध्यन्ति. अस्तु, केचन धातोः प्रत्ययः एवम् अपि भवति यत्र येषाम् अनुबन्धः न भवति. यदि भूधातुः पश्यामः चेत् तत्र भू इति भू एव तिष्ठति, तस्य इत्संज्ञा न भवति. भूधातुः स्वीकुर्मः चेत् भू एव तिष्ठति. अनन्तरं प्रत्ययेषु यथा अ इति प्रत्ययः अस्ति, तत्रापि अनुबन्धः नास्ति, अ इति एव तिष्ठति. अनन्तरम् अन्य उदाहरणानि अस्ति सन्ति. न च ञ च अनुबन्धः चेत् धातोः अन्तिमस्वरस्य वृद्धिः. नकारः प्रत्ययस्य अन्ते नकारः वा ण्यकारः वा णित् वा णित् वा अस्ति चेत् धातोः अन्तिमस्वरः अस्ति, तस्य वृद्धिः भवति इति प्रथमम्. द्वितीयं वदतु भगिनि इदानीं. प्रत्ययस्य क च ङ च अनुबन्धः चेत् धातोः कस्यापि स्वरस्य गुणः वृद्धिः च न भवति. अस्तु, प्रथमं न च ञ च अनुबन्धः सन्ति चेत् तेषाम् अन्तिमस्वरस्य वृद्धिः भवति, परन्तु प्रत्ययस्य क च ङ च इति अनुबन्धाः सन्ति चेत् तेषां स्वर अन्तिमस्वरस्य वृद्धिः न भवति इति उक्तम्. ण ञ क ङ इत्येतान् अनुबन्धान् विहाय प्रत्ययस्य अन्यः कोऽपि अनुबन्धः चेत् धातोः अन्तिमस्वरस्य गुणः. अस्तु, तर्हि ण ञ क ङ इत्येतान् एषां वर्णाः अनुबन्धाः चेत् न विहाय या एते वर्णाः विहाय प्रत्ययस्य अन्य कोऽपि अनुबन्धः अस्ति चेत् तेषां तस्य धातोः अन्तिमस्वरस्य गुणः न भवति. गुणः भवति, क्षम्यता. अस्तु अस्तु, मम भ्रमः शैली वाक्यशैली तादृशमस्ति, अतः एव गुणः भवति. यदा नकारः ञकारः ककारः ञकारः नास्ति चेत् इत्युक्ते यदा वयं भूयोगः शप् इति स्वीकृतवन्तः किल, तत्र शब्दु नित्वा ङित्वा कित्वा ङित्वा नास्ति, अतः तत्र गुणः भवति भवति. यदा वयं कित्वा ङित्वा इति स्वीकुर्मः चेत् तत्र गुणः वृद्धिः वा न भवति. त्वा इति प्रत्ययः कित् प्रत्ययः अस्ति किल, तत्र यदा वयं भू धातुः एव स्वीकुर्मः भूत्वा, तत्र किमपि गुणः न भवति. भूत्वा, भूतः, भूतवत् तादृशमेव तिष्ठति किल, तत्र वृद्धिः वा गुणः वा न भवति. नित्वा नित्वा अस्ति चेत् तत्र अन्तिमस्वरस्य वृद्धिः. णिच् इति प्रत्ययः अस्ति किल, तत्र कारयति कृ धातुः कारयति इति रूपं भवति तादृशं. नायकः इति नूल् प्रत्ययः, तदपि णित् अस्ति, तत्र वृद्धिः भवति इति दत्तमस्ति. एतेषाम् उदाहरणानि वयम् अग्रे द्रक्ष्यामः, विस्तृतरूपेण आगच्छति, एतत् परिचयरूपेण एव. अतः इत्संज्ञायाः प्रयोजनम् अस्ति, प्रयोजनं विना इत्संज्ञा न क्रियते, तदेव पाठः. अस्तु, अवगतं किल? अवगतम्. उत्तमम्, समापयामः वा अद्य? एकप्रश्नः महोदय, शप् प्रत्यय कार्यद्वयं भवति खलु, पश्यन्ति वाट् आर् द